गुरुब्रह्मा गुरुविष्णुगुरुदेवो महेश्वरः गुरुसाक्षात् परब्रह्म तस्मै श्रीगुरवे नमः। सर्वेभ्यो नमः। सर्वेषां स्वागतम् अस्मिन् न्यायवर्गे। अस्माकं प्रवर्तमानविषयः अस्ति तत्र अभावः, सः एव मूलविषयः। अभावानां तत्र चतुर्विधम् अस्ति इति तत्र उक्तमस्ति। तत्र प्रागभावः, प्रध्वंसाभावः, अत्यन्ताभावः, अपि अन्योन्याभावः। केवलं तत्र अन्योन्याभावः कः इति एतावत् अस्माभिः न दृष्टः, किन्तु तत्र अद्य प्रायशः तस्मिन् विषये एव तत्र चर्चा भवति इति मन्ये। किन्तु तत्र आरम्भे तत्र गतवर्गे वयं किं कृतवन्तः, तत्र किमपि कार्यमस्ति तस्य तं कार्यं प्रति कारणं किम् इति तत्र अन्वेषणं कथं करणीयम् इति अस्माभिः दृष्टमासीत् गतवर्गे। अपि तत्र दीर्घवाक्यं यत् वयं वदामः वारं वारं, तस्य विषये अपि किञ्चित् चर्चा जाता। तान् विषयान् आदाय तत्र आदौ तत्र जयलक्ष्मीभगिन्याः उपस्थापनं वर्तते। अतः भगिनी कृपया। आम् आम् महोदय। नमः सर्वेभ्यः। गतसप्ताहे यत् चर्चितं तस्य उपस्थापनम् अद्य पठामि। वर्गस्य प्रथमे भागे छात्राणां संशयनिवारणार्थं महोदयेन एकं पी टी एफ् प्रेषितमासीत्, तस्य विषये संक्षिप्तरूपेण वदामि। आसननिष्ठ अधिकरणता निरूपित आधेयताश्रयः यज्ञदत्तः इत्यत्र समासः कीदृशः इति प्रश्ने आसननिष्ठा, आसने निष्ठा इति सप्तमी तत्पुरुषसमासः। आसननिष्ठा अधिकरणता इत्यत्र कर्मधारयसमासः भवति। अधिकरणतया निरूपिता तृतीया तत्पुरुषसमासः। अधिकरणता निरूपित आधेयता इत्यत्र पुनः कर्मधारयसमासः। आधेयतायाः आश्रयः षष्ठी तत्पुरुषसमासः। अत्र आसननिष्ठा अपि च निरूपिता इत्यत्र विद्यमानस्य आकारस्य ह्रस्वत्वं पुंवद्भावेन प्राप्यते इति च उक्तम्। अतः आसननिष्ठ अतिकरणता निरूपित आधेयताश्रयः यज्ञदत्तः इति कथ्यते। द्वितीयः बिन्दुः, तस्य नाम रमेशः इति वाक्यं कश्चन प्रत्ययस्य योजनेन सः रमेशनामकः इति च कथ्यते। न्यायशास्त्रे घटः प्रतियोगी, घटाभावः अनियोगी। घटे प्रतियोगिता अस्ति चेत् घटाभावे अनियोगिता। कस्य प्रतियोगिता इति पृच्छामः चेत् अभावस्य प्रतियोगिता इति उत्तरम्। अतः प्रतियोगिता कः अभावः, अनियोगिता कः घटः इति कथ्यते। तृतीयः बिन्दुः अस्ति, अवच्छेद्यावच्छेदकभावविचारः समानाधिकरणे भवति इति अस्माभिः पठितम्। घटे घटत्वम् अस्ति, घटे प्रतियोगिता च अस्ति। घटत्वम् अवच्छेदकता, अवच्छेद्यं प्रतियोगिता। घटत्वनिष्ठ अवच्छेदकता निरूपित अवच्छेद्यताश्रयः प्रतियोगिता इत्यत्र तस्य लघुरूपेण घटत्वाच्छिन्नप्रतियोगिता इति वक्तुं शक्यते। तथैव कठाभावत्वनिष्ठ अवच्छेदकता निरूपित अवच्छेद्यताश्रयः अनियोगिता इत्यत्र कठाभावत्व अवच्छिन्न अनियोगिता इति च लघुरूपेण वक्तुं शक्यते। अवच्छिद्यते इति अवच्छिन्नः, अत्र कर्मणि तप्रत्ययः प्रयुक्तः अस्ति। पी डी एफ् मध्ये अन्तिमपुटे अभावाः चतुर्विधाः इति चित्ररूपेण निरूपिताः। एकैकस्मिन् वाक्ये वदामः चेत् यत्र घटः नास्ति किन्तु भविष्यति इति ज्ञानं प्राक् अभावः. घटनिर्माणानन्तरं यदा घटः नश्यति सः प्रध्वंसाभावः. घटः भूतले नास्ति चेत् अत्यन्ताभावः. घटः पटः न, पटः घटः न इति ज्ञानम् अन्योन्याभावः. तावत् पी डि एफ् मध्ये चर्चां कृतवन्तः, अस्माभिः चर्चां कृतवन्तः वयम्. इदानीं विद्याधरी पुस्तकं, ततः परं विद्याधरी पुस्तकं चर्चा जाता. इदम् अस्यं कारणमिति वक्तुं निकषाः इत्यत्र कार्यकारणभावविचारे कारणम् इति निर्णेतुं निकषाः के इति प्रतिपाद्यते. उत्पत्स्यमानं यत् अस्ति तत् कार्यं, तत् कार्यं प्रति यः हेतुः तत् कारणम्. कार्यकारणभावविचारे उत्पत्स्यमानं यत् कार्यं तस्य कार्यस्य कृते किं कारणम् इति विचारः एकस्मिन् पक्षे भवति. किन्तु तस्मात् पूर्वं यत् कारणमस्ति तेन कारणेन कार्याधिकरणे भाव्यम् इत्युक्ते अवश्यं भवितव्यम् इति विचारः भवति. तदर्थम् एकमुदाहरणं दत्तमस्ति. हस्तमलनिवारणम् इति यत् कार्यमस्ति तस्मिन् कार्ये कर्तव्ये जलसंयोगः इति कारणं हस्ते एव भवतु न तु अन्यत्र. अतः यत् कार्यमस्ति तस्य अधिकरणे एव कारणं धातव्यम् इति निगमने आगच्छति. वयं जानीमः घटस्य निर्माणार्थं दण्डः, रज्जुः, चक्रम् इत्यादयः आवश्यकः. अत्र पुनः प्रश्नः उदेति, कारणं कदा स्थातव्यम्? यदि एकः बालकः घटनिर्माणस्थलं सन्दर्शति इति चिन्तयामः, सः च घटस्य कारणमिति व्यवह्रियते वा इति चेत् न इति उत्तरम्. दण्डादयः कार्याधिकरणे सर्वदा एव भवन्ति. बालकः अद्य भवति किन्तु श्वः न भवेत्. अतः कार्याधिकरणे विद्यते इति न पर्याप्तं, किन्तु तेन कारणेन कार्याधिकरणे सर्वदा भाव्यम् इत्युक्ते यदा यदा घटनिर्माणं भवति तदा तदा कारणं घटाधिकरणे भवेत्. घटः कार्यरूपेण स्वीकुर्मः. घटस्य स्वस्य अधिकरणे कपालद्वयं वर्तते, सः सर्वदा वर्तते. इदानीं घटः अपि स्वं प्रति घटस्य कारणं भवति वा इति चेत् तथा न भवति. यस्मिन् क्षणे कार्योत्पत्तिः तत् पूर्वक्षणे कारणेन भाव्यम् इति चिन्तनम्. यद्यपि घटः कपालः अथवा कपालः स्वस्य उत्पत्त्युत्तरं वर्तते सर्वदा, परन्तु न स्व उत्पत्तेः पूर्वम्. अतः न घटस्य स्वं प्रति कारणत्वं प्राप्तिः. अतः घटचक्रादयः घटाधिकरणे वर्तन्ते, सर्वदा वर्तन्ते, घटोत्पत्तेः पूर्वक्षणे वर्तन्ते इति कारणात् दण्डचक्रादयः घटकारणानि इति वदामः. अतः किञ्चन कस्यचित् कारणमिति निर्धारयितुं प्रथमबिन्दुः अस्ति तेन कारणेन कार्याधिकरणे स्थातव्यम्. द्वितीयः बिन्दुः तेन कारणेन सर्वदा स्थातव्यम्. तृतीयः बिन्दुः तेन कारणेन कार्योत्पत्तेः पूर्वक्षणे स्थातव्यम् इति त्रयः निकषाः निष्पद्यन्ते. तावत् अस्माभिः गतसप्ताहे चर्चितम्. धन्यवादः भगिनी, बहु समीचीनम् आसीत्, उत्तमं. तत्र गतवर्गे तत्र केवलं तत्र विद्याधरीपुस्तकस्य भागः एव न, किन्तु तत्र करपत्रमपि आसीत्, अतः तत्र किञ्चित् क्लेशः आसीत्, किन्तु भवती सम्यक्तया उक्तवती भगिनी, धन्यवादाः. धन्यवादः भगिनी. अस्तु, अतः तत्र सर्वेषां मनसि इदानीं स्पष्टता जाता इति मन्ये. तत्र कार्यं किमपि अस्ति, तस्य कारणं किम् इति अन्वेषणं कर्तुम् इच्छामश्चेत् तत्र कार्याधिकरणे कारणं भवेत् अपि सर्वदा भवेत्, नाम यदा यदा कार्यस्य उत्पत्तिः भवति तदा तदा कारणमपि तत्र कार्याधिकरणे भवेत्। तत्र अपि इदानीं तृतीयबिन्दुः अपि अस्ति, तत्र नाम तत्र कार्याधिकरणे कार्योत्पत्तेः पूर्वक्षणे अपि तत्र कारणं भवेत्। तत्र तृतीयनिकषस्य निकषः ये अस्ति, तस्य उपयोगः कः इत्युक्ते, केवलं तत्र कार्याधिकरणे स्थातव्यम् अस्ति चेत् तत्र किं भवति, तत्र कार्यम् अपि कारणं तयोः समानाधिकरणम् अस्ति, एकस्मिन् अधिकरणे कार्यमपि अस्ति कारणमपि अस्ति। इदानीं तत्र यदा यदा कार्यं भवति तदा तदा कारणमपि अस्ति इति वदामश्चेत् तत्र किं भवति, किं कार्यं किं कारणमिति न अवगन्तुं शक्नुमः। कारणमपि कार्यं भवेत् यतोहि तत्र द्वितीयनिकषे किं भवति, तत्र यदा यदा एकः अस्ति अन्यः अपि अस्ति, अतः तत्र आङ्ग्लभाषां वदामः तत्र कोरिलेशन् इति तावदेव अस्ति, किन्तु तत्र कारणमिति न वक्तुं शक्नुमः। अतः तृतीयबिन्दुः अस्ति, तद् वदति सः बिन्दुः वदति तत्र नाम कारणं पूर्वमेव अस्ति, अतः यः पूर्वम् अस्ति सः एव कारणम् इति। अतः तत्र तृतीयबिन्दोः बिन्दुः यः अस्ति तस्य प्रामुख्यम् अस्ति अत्र। अस्तु तर्हि इदानीं तत्र अग्रे सरामः। तत्र अस्माकं तत्र लक्ष्यमस्ति तत्र घटस्य न तत्र अन्योन्य अभावः कः इति, अतः तत्र सहैव अस्माकं लक्ष्यं। किन्तु तत्र इदानीं तत्र तादात्म्यसम्बन्धः इति एकः नूतनसम्बन्धः तत्र अग्रे भवति, तदनन्तरं तत्र अन्योन्य अभावः कः इति वदामः। किन्तु तत्र पठनात् प्राक् तत्र एकवार्ता वक्तुम् इच्छामि, तत्र नाम अग्रिमे सप्ताहे तत्र वर्गः न भवति, यतोहि तत्र प्रयाणं भवति, अहं तत्र भारतदेशम् आगच्छामि, अतः तत्र तस्मिन्नेव दिने तत्र प्रयासः भवति, प्रयाणं भवति इति कृत्वा तस्मिन् दिने तत्र अग्रिमे सप्ताहे वर्गः न भवति, किन्तु तदनन्तरं साधारणतया यथा वयं कुर्मः तथैव तत्र वर्गः प्रवर्तते। अस्तु, अतः तत्र ईमेल् मध्ये अपि तत्र प्रेषयामि तत्र नाम वर्गः नास्ति इति, किन्तु इदानीमेव मनसि भवेत्। अस्तु तर्हि इदानीं तत्र अग्रे सरामः। तत्र सुबोध् महोदय आरम्भं करोति वा महोदय? इदानीं तत्र तादात्म्य इति तत्र उपशीर्षिका अस्ति तत्र पेज् 30 मध्ये। सुबोध् महोदय, अस्तु तर्हि हा महोदय। आम् तादात्म्या स्वीकारे कपालस्य घटकारणत्वा असम्भवः। हा समीचीनं महोदय, तादात्म्य अस्वीकारे कपालस्य घटकारणत्वम् असम्भवः इति उपशीर्षकः। अस्तु अग्रे हा इत्थं च कपालः घटं प्रति कारणं न स्यात्। अत्र चित्रमस्ति, चित्रे तत्र अधोभागे किम् अस्ति महोदय? चित्रस्य अधोभागे कपालः, उपरि घटः, संयोगः, दैहिकविशेषणता, कालिकः वक्ष्यमाणः, विषयता वक्ष्यमाणा। अतः तत्र किम् अस्ति महोदय, तत्रापि तत्र एतैः इति अस्ति, तदपि पठतु। एतैः सम्बन्धैः कपालः स्वस्मिन् नास्ति। हा इदानीं तत्र चिन्तनम् अस्माभिः अत्र चित्रे कस्य विषयस्य निरूपणं भवति इत्युक्ते तत्र वयम् एतत् साधितुम् इच्छामः, तत्र कपालः घटस्य कारणं, तत्र कपालद्वयस्य तत्र संयोगेन तत्र घटः भवति, कपालद्वयमस्ति तयोः संयोगेन घटः भवति, एषा रीति पुरातना, इदानीं तु अन्या रीत्या अन्या रीत्या भवति, किन्तु तत्र पुरातनकाले कपालद्वयं स्वीकृत्य घटस्य निर्माणं भवति. इदानीं तत्र वयं वक्तुम् इच्छामः कपालः घटं प्रति कारणं, किन्तु तत्र निकषाः के, प्रथमनिकषः किं कः महोदय, सुबोध महोदय? प्रथमनिकषः उपरि एव अस्ति खलु, तेन तत्र तेन कार्याधिकरणे कपाले कपालः, न न महोदय तत्र चित्रं मास्तु, किन्तु तस्य उपरि तत्र निकष निकषत्रयं यत् जयलक्ष्मी भगिनी उक्तवती तत्र कारणं संयोग कारणमिति निर्णये, तत्र प्रथमः निकषः तत्र तेन इति कार्याधिकरणे स्थातव्यम् इति विषयः. अतः तत्र घटः अस्ति, घटः एव कार्यं, घटः एव एफेक्ट्. इदानीं तत्र घटस्य कारणं किम् इति चिन्तयितुम् इच्छामः, तत्र किम् इति वक्तुम् इच्छामः. अतः घटस्य अधिकरणं किम् इति प्रथमप्रश्नः. अत्र किं स्वीकृतम् इत्युक्ते तत्र घटस्य अधिकरणं, यतोहि कपालद्वयं तयोः संयोगेन घटः भवति, अतः कपालद्वयं किं भवति, अवयवाः अपि घटम् अवयवी, किन्तु तत्र न्यायशास्त्रे किं भवति, अवयवाः एव तत्र अधिकरणम्, अतः कपालमेव अधिकरणं, घटं कपाले अस्ति इति वदामः. अतः घटः चित्रे घटः उपरि अस्ति, अपि कपालः अधोभागे अस्ति, यतोहि कपालेन विना घटः न भवति खलु. हा, यतः वयं दृष्टवन्तः तत्र तन्तवः सन्ति, अपि वस्त्रम् अस्ति. वयं साधारणतया वदामः वस्त्रे तन्तवः सन्ति, किन्तु न्यायशास्त्रे किं वदामः, तत्र तन्तवः ये सन्ति तान् तत्र तन्तवः ये सन्ति तान् विना तत्र पटः न भवति, अतः तन्तवः अधिकरणं, पटः आदेयः. तथैव अत्र कपालः अधिकरणं, घटः आदेयः इति भवति. अतः तत्र घटम् इति कार्यं, घटस्य कार्यस्य अधिकरणं कपालः. इदानीं प्रथमनिकषः किं, कार्याधिकरणे, कार्याधिकरणे अत्र किम् अस्ति, अधिकरणं कपालः, कपालः. इदानीं तत्र प्रथमनिकषः वदति किं वदति, तेन कार्याधिकरणे स्थातव्यम्, अतः कारणं यत् इति वक्तुम् इच्छामः, तत् कारणं कार्याधिकरणे भवेत्. इदानीं तत्र किं कारणम् इति वक्तुम् इच्छामः, कपालः कारणम्. अतः तत्र किम् आवश्यकम्, अतः कपालः कपालः आवश्यकं, कपालः घटाधिकरणे घटाधिकरणे आवश्यकम्, हा भवेत्, कपालः घटाधिकरणे भवेत् इति प्रथमनिकषः. किन्तु अत्र समस्या अस्ति, समस्या का, घटाधिकरणं किम् अस्ति, कपालः, कपालः, अतः तत्र प्रथमनिकषः किं वदति, कारणं कपालः, घटाधिकरणं कपालः, कारणं कार्याधिकरणे भवेत् इति अस्ति. इदानीम् अतः तत्र किं भवति, ततः कपालः कपाले भवेत् इति भवति खलु, कपालः कपाले भवेत्, कपालः कारणं, घटाधिकरणं कपालः, अतः कपालः कपाले भवेत् इति भवति. समीचीनं वा? इदानीं तत्र प्रश्नः अस्ति, तत्र कपालः कपाले केन सम्बन्धेन अस्ति, इदानीं तत्र उपरि चित्रे घटः उपरि अस्ति, कपालः अधोभागे अस्ति. इदानीं कारणम् इति वक्तुम् इच्छामः, तत्र उपरि अपि कपालः अस्ति, अधोभागे अपि कपालः अस्ति. अतः प्रश्नः अस्ति, तत्र कपालः केन सम्बन्धेन कपाले अस्ति इति. अत्र घटः केन सम्बन्धेन कपाले अस्ति? अस्तु, तावत्पर्यन्तं समीचीनं महोदय. अन्य कोऽपि इदानीं वदतु. धन्यवादः महोदय. समवायसम्बन्धेन, हा धनश्री भगिनी, अस्तु, हा तत्र समवायसम्बन्धेन किमर्थम्? समीचीनं, हा किन्तु तत्र समवायसम्बन्धः कुत्र कुत्र भवति इति वयं पठितवन्तः. समीचीनं, समीचीनम्. अतः घटः कपाले समवायसम्बन्धेन अस्ति. किन्तु इदानीं तत्र किं, तत्र कपालः कपाले समवायसंयोगसम्बन्धेन भवति वा? तत्र कपालद्वयमस्ति महोदय, तेषु संयोगः. तयोः मध्ये, तयोः मध्ये संयोगसम्बन्धः अस्ति, किन्तु कपालः घटे, कपालः कपाले. इदानीं कपालः घटे इति नास्ति, कपालः कपाले एव स्वस्मिन् एव केन सम्बन्धेन अस्ति इति प्रश्नः. तत्रापि एकः प्रश्नः अस्ति, नाम अधिकरणं नाम अत्र दण्डचक्रादयः अपि अस्ति. हा तद् भिन्नं, किन्तु तत्र किं भवति, ते अपि आगच्छन्ति, किन्तु साक्षात् अधिकरणं किं भवति, कपालः एव अधिकरणम्. कपालः पुनः तत्र चक्रे अस्ति इति कृत्वा परम्परासम्बन्धेन तत्र घटः, अतः तत्र उपरि घटः, अधोभागे कपालः. कपालः चक्रे अस्ति, पुनः दण्डः सर्वम् अस्ति, किन्तु तत्र मध्ये घटः अपि चक्र तयोः मध्ये कपालः वर्तते. अतः तत्र वयं वदामः तत्र परम्परासम्बन्धेन घटः कपालः एव इति. हा किन्तु साक्षात् कुत्र अस्ति इत्युक्ते, तत्र साक्षात् कपाले एव अस्ति. यथा तत्र वयं वदामः तत्र किमपि तत्र पाषाणखण्डः स्वीकृत्य तत्र तत् कुत्र अस्ति इत्युक्ते, तत्र तस्य अधिकरणं किम् इत्युक्ते, तत् परमाणवः इति वक्तुं शक्नुमः, साक्षात् परमाणवः एव. अतः तत्र अत्रापि तत्र अवयवी तत्र अवयवाः कपालः सन्ति, अतः तत्र घटः कपाले एव साक्षात् अस्ति. अतः कपालः एव तत्र अधिकरणेन स्वीकृतम्. हा तत्र कपालद्वयमस्ति, एकं कपालं स्वीकृत्य चर्चां कुर्मः, किन्तु अन्यत् कपालमपि तत्र भेदः नास्ति. अतः तत्र किं कपालम् इति विचारः मास्तु. हा कपालः इति तत्र कपालद्वयम् इति वक्तव्यम् इति चिन्तयन्तु, किन्तु कपालः इति वदामः, किन्तु कपालद्वयमेव समीचीनम्. अस्तु, अतः तत्र इदानीं तत्र कपालः कपाले केन सम्बन्धेन अस्ति इति प्रश्नः. हा इदानीं किन्तु किमर्थम् इति, अतः तत्र अग्रिमे परिच्छेदे किञ्चित् पठतु भगिनि. हा घटाधिकरणे, घटाधिकरणे कपाले कपालः स्वयं न प्रसिद्धैः संयोगाधिभिः वर्तते, कुतः संयोगः भिन्नयोरेव द्रव्ययोर्भवति, समवायोऽपि गुणीभावादिस्थले एव कल्पितः, प्रतियोगितादिरूपतापि कपालस्य नास्ति, तेन दैशिकविशेषणतापि न सम्बन्धः, किं च सम्बन्धिनः भेदे सति एव संयोगसमवायादयः सम्भवन्ति इति, कथम् एकस्यैव कपालस्य अभिन्नस्य स्वस्मिन् समवायादयः स्युः. अत्र कपालस्य कपाले केन सम्बन्धेन वयं सिद्धतां कर्तुं शक्नुमः इति पृष्टमस्ति. तत्र संयोगसम्बन्धः नास्ति, कारणमस्ति भिन्नयोरेव द्रव्ययोर्मध्ये संयोगः अस्ति, स्वस्मिन्नेव सम्बन्धः. अस्माकम् उदाहरणं तत्र संयोगस्य हस्तद्वयम् इति, तत्र भिन्नपदार्थः खलु, पदार्थद्वयम्. अत्र एकमेव कपालं यदि वयं स्वीकुर्मः, तत्र संयोगः न शक्नोति. समवाय अपि गुणगुणी गुणीभाव आदिस्थले तत्र पञ्च स्थलाः आसन् समवायस्य, अतः तेषु अपि स्वस्मिन् सम्बन्धं न कल्पितः, अतः समवाय अपि नास्ति. समवाय अपि नास्ति. हा, प्रतियोगितादिरूपतापि कपालस्य नास्ति. तत्र कपालः प्रतियोगिता नास्ति, अनियोगिता नास्ति खलु. परन्तु कपाले कपालभावस्य प्रतियोगिता अस्ति. तदस्ति किन्तु तद् कपाले अस्ति, किन्तु कपालः प्रतियोगिता नास्ति खलु. अस्तु, प्रतियोगिता कपाले अस्ति, पुस्तके अपि अस्ति, तत् सत्यं. किन्तु कपालः साक्षात् प्रतियोगिता पदार्थः नास्ति. प्रतियोगिता कृते स्वरूपसम्बन्धमस्ति, अतः तदपि अत्र नास्ति. दैशिकविशेषणता अपि न सम्बन्धः. हा, तदेव स्वरूपसम्बन्धस्य अन्य नामकरणं तावदेव. किं च सम्बन्धिनः भेदे सति एव संयोगसमवायादयः सम्भवन्ति इति कथम् एकस्य एव कपालस्य अभिन्नस्य स्वस्मिन् समवायादयः स्युः. किं च सम्बन्धिनः भेदे सति एव ये सम्बन्धाः सन्ति तेषां मध्ये ये सर्वे भेदाः अस्माभिः दृष्टाः ते. हा, तत्र किम् अस्ति भगिनि, तत्र सम्बन्धिनोः भेदे सति नाम एतावत् वयं कीदृशसम्बन्धाः अस्माभिः कीदृशाः सम्बन्धाः दृष्टाः इति पृष्टे, यत्र सम्बन्धिनोः तत्र सम्बन्धिनः वयं भेदे सति एव संयोगसमवादयः समवायादयः सम्भवन्ति इति कथम् एकस्यैव कपालस्य अभिन्नस्य स्वस्मिन् समवायादयः स्युः. न अवगम्यते महोदय अस्मिन् वाक्ये. अस्तु भगिनि, तत्र किमस्ति, एतावत् तत्र संयोगसम्बन्धः कुत्र वर्तते, पदार्थद्वयं भवेत्, भिन्नपदार्थाः भवेत्, पदार्थद्वयं भवेत् खलु. अपि समवायसम्बन्धः कुत्र भवेत्, अवयवी अथवा गुणगुणिनोः, तत्र रूपं पुस्तके अस्ति, तत्र रूपं भिन्नम् अस्ति, पुस्तकं भिन्नम् अस्ति. एकं तु गुणः अस्ति, अन्यत् द्रव्यम् अस्ति, अतः समानपदार्थः नास्ति खलु. अपि तत्र यथा यत्र वयं स्वरूपसम्बन्धः दृष्टवन्तः, तत्र उपरि तत्र प्रतियोगिता वा अभावः वा अवच्छेदकता वा वर्तते, किन्तु अधिकरणं तु तत्र घटत्वं वा भूतलं वा तत्र किन्तु अन्यत् किमपि अस्ति खलु. अतः तत्र पदार्थद्वयमस्ति, भिन्नपदार्थः अस्ति, उपरि यः पदार्थः अस्ति सः अधोभागे नास्ति सम्बन्धे. सत्यं. हा, अतः तत्र सम्भाविनोः भेदे सति एव नाम सम्बन्धिनोः भेदे नाम सति, यत्र सम्बन्धिनोः भेदः वर्तते तत्र एव संयोगः समवायः इत्यादयः सम्बन्धाः भवन्ति सम्भवन्ति. अतः कथं कथम् एकस्यैव कपालस्य अभिन्नस्य स्वस्मिन् समवादायः समवायादयः स्युः. हा, तत्र भेदः नास्ति, पदार्थद्वयं नास्ति, उपरि अपि कपालः अधोभागे अपि कपालः, सम्बन्धः तत्र संयोगः न भवति, समवायः न भवति, तत्र स्वरूपसम्बन्धः अपि न भवति, किन्तु अस्माकम् आवश्यकता अस्ति, यतोहि वयम् एतत्तु आनुभविक अस्ति, तत्र कपालः कारणमस्ति घटं प्रति खलु. कपालेन विना घटस्य निर्माणं न भवति, अतः कपालः कारणमेव. किन्तु कारणमस्ति चेत् घटस्य अधिकरणे कारणं भवेत्, अतः कपालः कपाले स्वस्मिन् एव भवेत्. अतः किन्तु ये सम्बन्धाः अस्माभिः दृष्टाः एतावत् ते सर्वाः अत्र न सन्ति, ते सर्वे अत्र न सन्ति, अतः नूतनसम्बन्धः भवेत्। महोदय, अत्र एका शङ्का अस्ति, कार्याधिकरणे कारणेन स्थातव्यं, कारणमेव अधिकरणमस्ति, यावत्पर्यन्तं कार्यस्य उत्पत्तिः न भवति कारणम् एव अधिकरणमस्ति, तस्य अधिकरणे स्थातव्यम् इति कथं किमर्थं वयं वदामः? हा, यतोहि वयं दृष्टवन्तः खलु तत्र हस्तस्य तत्र हस्तमलिनं यत्र अस्ति तत्र हस्तः एव अधिकरणम् आसीत् खलु, अतः अत्रापि तथैव। इदानीं तत्र अग्रे गत्वा तत्र वयं पश्यामः तत्र एकमेव कारणं नास्ति, तत्र न्यायशास्त्रे कारणत्रयम् इति भवति, तत्र समवायीकारणम् असमवायीकारणं निमित्तकारणम् इति कारणस्य त्रैविध्यम् अग्रे पश्यामः। अत्र इदानीं यत् यस्य कारणस्य विचारः अत्र भवति तत् समवायिकारणम् इति अग्रे तस्य विवरणं भवति। हा, अतः किन्तु कार्यस्य अधिकरणं साधारणतया भिन्नमेव भवति, अत्र तु किम् अस्ति, कार्यस्य अधिकरणं कारणमेव अस्ति। कदाचित् भिन्नमेव अधिकरणं भवितुं शक्नोति, अतः तादृशं चक्रमपि कारणं भवति घटं प्रति, तत्र किं भवति, चक्रं भिन्नम् अस्ति, घटस्य अधिकरणं कपालः भिन्नं भवति, तस्मिन् सन्दर्भे किं भवति, अस्माकं समस्या भवति तत्र, अस्तु चक्रः तत्र केन सम्बन्धेन कपाले अस्ति इति तद् द्रष्टव्यं भवति अग्रे। हा, अस्तु, समीचीनम्, अस्तु, धन्यवादः। यदि अहम् एकघटस्य उपरि अन्यघटं स्थापयामि तर्हि द्वयघटयोर्मध्ये तादात्म्यसम्भवम् अस्ति वा? न महोदय, तत्र एतावत् तादात्म्यसम्बन्धः कः इति न दृष्टवन्तः, किन्तु तादात्म्यसम्बन्धः कः इत्युक्ते येन सम्बन्धेन पदार्थः एकः पदार्थः स्वस्मिन्नेव अस्ति, घटद्वयमस्ति चेत् तत् भिन्नम् अस्ति, एकः घटः सः घटः एव स्वस्मिन् भवेत्, अन्यस्मिन् घटे इति वार्ता नास्ति। अतः एव तत्र नूतनसम्बन्धस्य अपेक्षा नो चेत् तत्र संयोगसम्बन्धः भवेत् खलु, उपरि घटः भिन्नः अस्ति, अधोभागे घटः भिन्नः अस्ति, तयोः मध्ये सम्बन्धः संयोगसम्बन्धः खलु, यथा हस्तयोः सम्बन्धः। समीचीनं वा अशोक महोदय? न, तत्र अस्माकं तत्र स्टाण्डर्ड् एक्साम्पल् नाम तत्र हस्तयोः संयोगः एव, तत्र संयोगस्य उदाहरणं किं, हस्तद्वयम् अस्ति, तयोः संयोगेन तत्र नमस्कारम् इति कर्तुम् इच्छामः, सः एव संयोगः, तत्र पदार्थद्वयमस्ति, द्रव्यद्वयं भिन्नद्रव्यम् भवति, यतोहि पृथक् कर्तुं शक्नुमः, अपि तत्र संयोगः भवति, वियोगः अपि भवति, किन्तु कपालः अस्ति, कपालः स्वस्मिन् एव भवेत्, तत्र संयोगः इति वक्तुं शक्नुमः वा? आङ्ग्लभाषायां मास्तु, अत्र संस्कृतेन एव वक्तव्यं, वर्गे एषः एव नियमः, एकः एव कपालः सः कपालः स्वस्मिन् केन सम्बन्धेन अस्ति इति वार्ता इति प्रश्नः, कपालद्वयम् इति इदानीं चिन्तनं मास्तु, एकः एव कपालः अस्ति, सः कपालः स्वस्मिन् केन सम्बन्धेन अस्ति इति प्रश्नः। एककपालः अस्ति चेत् किमर्थं कपालस्य कपालः अधिकरणः इति उक्तं? सत्यं महोदय, तत्र कपालद्वयम् इति, किन्तु पुनः कपालद्वयम् अस्ति, केन सम्बन्धेन कपालद्वयं, कपालद्वये अस्ति, यः पदार्थः स्वीकृतः सः पदार्थः केन सम्बन्धेन स्वस्मिन् अस्ति इति प्रश्नः। अतः तत्र द्वयम् इति एतत् चिन्तनं तत्र किं भवति, मूलविषयस्य अवगमनं न भवति, क्लेशः एव भवति. आदौ एव तत्र क्लेशः वयमेव कुर्मः चेत् अग्रे तत्र अवगमनं कथं भवति खलु. अतः सारल्यं भवेत्, कपालः एकः एव चिन्तनं कुर्मः. कपालः अस्ति, सः कपालः स्वस्मिन् भवेत् केन सम्बन्धेन इति प्रश्नः. अतः एतावत् किम् अस्ति, संयोगः नास्ति, समवायः नास्ति, स्वरूपसम्बन्धः अपि नास्ति. यतोहि तत्र तत्र किं भवति, उपरि यः पदार्थः सः भिन्नपदार्थः, अधो भागे यः पदार्थः सः भिन्नः. किन्तु अत्र उपरि अपि कपालः अस्ति, अधोभागे सः एव कपालः, अन्यकपालः नास्ति, सः एव कपालः अस्ति. अतः नूतनसम्बन्धस्य अपेक्षा अत्र वर्तते. अस्तु, इदानीं तत्र अशोकमहोदय समीचीनं वा? चिन्तयामि, चिन्तयिष्यामि. अस्तु अस्तु, तर्हि अग्रे तत्र सरिता भगिनी, एतावत् तत्र एतावत् किम् अभवत् इति तत्र किञ्चित् विवृणोति वा भगिनी तत्र अस्मिन् परिच्छेदे? हा, प्रयत्नं करोमि भवान्. धन्यवादः. अत्र प्रश्नः अस्ति, प्रश्नः उदेति, यदि कपालेन यदि घटस्य निर्माणं भवति चेत् तत्र कपालस्य प्रति किं कः सम्बन्धः इति. हा, तत्र कपालः घटं प्रति कारणं खलु. हा, कपालः, हा, समीचीनं, कपालः घटं प्रति कारणम् अस्ति, परन्तु कपालः कार्यमस्ति घटः. कार्याधिकरणं किम् अस्ति? कार्याधिकरणं कपालः अस्ति. हा, यतोहि तत्र अवयवः अस्ति तत्र कपालः. तत्र साक्षात् घटः, साक्षात् अवयवाः ये सन्ति तेषु अस्ति. अतः तत्र कपाले घटः कपाले अस्ति, अतः कपालः एव अधिकरणम्. इदानीं किम् अस्ति, पुनः वदतु भवान्. इदानीं घटः इति कार्यं, तस्य कारणं किम् अस्ति? तस्य कारणं कपालः, अधिकरणमस्ति. कपालः कारणम् अस्ति, घटस्य अधिकरणमपि कपालः अस्ति. कपालः अस्ति. अतः तत्र किं भवति, प्रथमनिकषः किं वदति? कार्याधिकरणे स्थातव्यं तत्र. यत् कारणम् इति वक्तुम् इच्छामः तत् कार्याधिकरणे स्थातव्यम्. अतः किम् आपतति, कपालः कपाले कपालः कपालः कपाले अस्ति इति भवेत् खलु. हा, अतः तत्र किं भवति, उपरि कपालः अस्ति, अधोभागे अपि कपालः अस्ति, कपालः अस्ति, एकः सम्बन्धः इति प्रश्नः. उपरि तत्र घटः आसीत् अपि अधोभागे तत्र कपालः अस्ति चेत् तत्र वयं जानीमः, तत्र तु सम्बन्धः अस्ति समवायसम्बन्धः, यतो अवयवः अस्ति, अवयवः अवयविनोः मध्ये समवायसम्बन्धः इति जानीमः. अत्र किमपि, उपरि अपि कपालः, अधोभागे अपि कपालः, नूतनकपालः, अन्यकपालः नास्ति, सः एव कपालः. अतः तत्र एकस्यैव कपालस्य अभिन्नस्य इति उक्तं खलु. एकस्यैव कपालस्य अभिन्नस्य, एकः एव कपालः, अभिन्नः भिन्नकपालः इति तत्र पुस्तकद्वयम् इति स्वीकृत्य तत्र चर्चां न कुर्मः. तत्र संयोगसम्बन्धः इति जानीमः. उपरि यः कपालः सः एव कपालः, अधोभागे अपि अस्ति. इदानीं तत्र केन सम्बन्धेन कपालः अस्ति? इदानीं तत्र सम्बन्धः नास्ति चेत् वयं न वक्तुं शक्नुमः कपालः कपाले अस्ति. अतः तत्र कपालः कारणम् इति न वक्तुं शक्नुमः. यदि कपालः कपाले नास्ति इति अस्ति चेत् तत्र प्रथमबिन्दुः अस्ति, तेन कार्याधिकरणे स्थातव्यं तत् निकषमेव हा यदि सः निकषः सत्यः न तत्र तद् सत्यं नास्ति किं सः निकषः सत्यं नास्ति किं भवति कारणमिति न निरूपयितुं शक्नुमः अतः तत्र सम्बन्धः नूतनसम्बन्धः सम्बन्धः भवेत् अस्तु समीचीनम् अस्तु अन्य कोऽपि तत्र अन्य कोऽपि प्रश्नः अस्ति वा एतावत् सर्वे अवगतवन्तः इति मन्ये खलु तत्र नाम कपालः घटं प्रति कारणं घटाधिकरणं कपालः घटं प्रति कपालः कारणम् अस्ति अतः अधिकरणमपि कारण कपालः अस्ति अतः कपालः कपाले स्वस्मिन् एव केन सम्बन्धेन अस्ति इति प्रश्नः अस्तु इदानीम् अग्रे सरामः तर्हि अस्तु तत्र चन्द्रप्रभा भगिनी अग्रे पठति वा आं महोदय नमो नमः नमस्कारः भगिनि अग्रिमे पुटे भगिनि अतः अधिकरणस्यापि भवति अनुयोगी इति संज्ञा अतः कपालस्य स्वस्मिन् सम्बन्धः तादात्म्यम् इति उच्यते कपालः स्वस्मिन् तादात्म्येन स्थित्वा समवायेन स्वस्मिन् घटमुत्पादयति इति भवति कपालः घटस्य कारणम् अतः सर्वस्यापि पदार्थस्य स्वस्मिन् यः सम्बन्धः सः तादात्म्यसम्बन्धः इति सिद्धम् अतः तत्र वयं दृष्टवन्तः तत्र किं कपालः तत्र संयोगसम्बन्धेन अस्ति वा स्वस्मिन् स्वस्मिन् अस्ति वा संयोगसम्बन्धेन अस्ति वा कपालः स्वस्मिन् स्वस्मिन् सम्बन्ध तादात्म्यम् इति तादात्म्यसम्बन्धेन एव अस्ति यतोहि संयोगसम्बन्धेन नास्ति खलु संयोगसम्बन्धे नास्ति चेत् तत्र भिन्नः पदार्थः भवेत् खलु उपरि भिन्नः पदार्थः अधोभागे भिन्नः पदार्थः किन्तु उपरि अपि कपालः अधोभागे अपि सः एव कपालः अतः तत्र संयोगः नास्ति समयः नास्ति इति सर्वं कृत्वा नूतनसम्बन्धः इदानीम् आगतः तत्र तादात्म्यसम्बन्धम् तादात्म्यसम्बन्धः इति अतः कपालः स्वस्मिन् यः सम्बन्धः तत्र सः सम्बन्धः कपालस्य तत्र सम्बन्धः तादात्म्यम् इति उच्यते अतः तत्र इदानीम् उपरि घटः अस्ति अधोभागे अपि घटः अस्ति चेत् तयोः मध्ये कः सम्बन्धः इत्युक्ते सः एव घटः अस्ति चेत् तत्र तादात्म्यसम्बन्धः यत्किमपि वस्तु पदार्थः भवतु यः कोऽपि पदार्थः भवतु सः पदार्थः स्वस्मिन् नाम तस्मिन्नेव पदार्थे तादात्म्यसम्बन्धेन भवति तत्र इति वार्ता तत्र स्वस्मिन् तादात्म्यसम्बन्धेन भवति इति अस्ति अस्तु इदानीं तत्र अग्रिमवाक्यं किञ्चित् पठतु भगिनि कपालः स्वस्मिन् तादात्म्येन स्थित्वा समवायेन स्वस्मिन् घटमुत्पादयति इति भवति कपालः घटस्य कारणम् तत्र कपालः घटस्य कारणम् इति वक्तुम् इच्छामः इदानीं तत्र घटस्य घटः इति कार्यम् इदानीं तत्र सर्वे तत्र प्रायशः तत्र किञ्चित् स्पष्टता अपेक्षिता चेत् चित्रं लिखतु तत्र अधोभागे तत्र कार्यस्य अधिकरणं तत्र अधोभागे भवेत् कपालः तत्र कपालः इति तत्र बृहत् रूपेण अधोभागे लिखन्तु तत्र कार्यादिकरणं कपालः इति इदानीम् उपरि किमस्ति कार्यमस्ति घटः कपाले केन सम्बन्धेन अस्ति भगिनि घटस्य कारणं न घटः कपाले केन सम्बन्धेन अस्ति संयोग तत्र संयोगः किं भवति तत्र कपालः अपि तत्र घटः पृथक् कर्तुं शक्नुमः वा कपालद्वयं पृथक् कर्तुं शक्नुमः, किन्तु कपालः अपि घटं घटः तयो तं तत्र पृथक् कर्तुं शक्नुमः वा? समवायसम्बन्धः. हा समवायसम्बन्धः, यतोहि तत्र कपालः अवयवः अस्ति घटस्य, अतः तत्र अवयव अवयिनोः मध्ये समवायसम्बन्धः, अतः तत्र घटः उपरि अस्ति, अधोभागे कपालः अस्ति, मध्ये सम्बन्धः अस्ति समवायसम्बन्धः. अतः तत्र घटः केन सम्बन्धेन कपाले अस्ति? पुनः वदतु. घटः कपाले अस्ति, सम्बन्धः अस्ति समवायः. अतः तत्र किं वदामः, घटः केन सम्बन्धेन कपाले अस्ति इति प्रश्नः अस्ति चेत् तत्र उत्तरं किं भवति? समवायसम्बन्धेन. अतः घटः समवायसम्बन्धेन कपाले अस्ति. हा इदानीं तत्र घटः अस्ति, तत् तस्य कारणं कपालः. पुनः अत्र उपरि अधोभागे कपालः कार्यादिकरणम् इति बृहत् रीत्या लिखितम् अस्ति चेत् तत्र वामभागे इदानीं लिखन्तु तत्र कपालः, दक्षिणभागे घटः. घटः उपरि अस्ति समवायसम्बन्धेन अस्ति, वामभागे तत्र कपालः अस्ति स्वस्मिन् एव अस्ति, अतः तत्र कपालः उपरि अधोभागे अपि कपालः, तत्रापि एका रेखा अस्ति, सम्बन्धः सूचयति. किं सम्बन्धः, कः सम्बन्धः तत्र? तादात्म्यसम्बन्धः, खलु भगिनि? न अवगतं महोदय. हा अस्तु, तत्र इदानीं तत्र प्रायशः अत्र यदि तत्र करपत्रम् आसीत् चेत् चित्रं तत्र एकनिमिषं, तत्र प्रायशः पुस्तके एव अस्ति, तत्र यदि पश्यामश्चेत् स्पष्टं भवति. तत्र अस्तु, तत्र पश्यामः, तत्र चित्र अस्ति. जनकथा अस्तु अस्तु. हा अस्तु अस्तु, एकं कुर्मः. अस्तु तर्हि, हा भगिनि, तत्र पुनः तद् वाक्यं पठतु भगिनि, तत्र कपालः इति द्वितीयवाक्यं. स्वस्मिन् तादात्म्येन स्थित्वा समवायेन स्वस्मिन् घटमुत्पादयतीति भवति कपालः घटस्य कारणम्. तत्र प्रथमतया तत्र कपालः स्वस्मिन् तादात्म्येन स्थित्वा तत्र किमस्ति? कपालः केन सम्बन्धेन अस्ति तस्मिन्? तादात्म्येन. हा तादात्म्येन अस्ति इति वार्ता खलु, तादात्म्यः. अस्तु, तत्र अहं तत्र केवलं तत्र लघुचित्रं तत्र वाट्साप् मध्ये प्रेषयामि तत्र, अतः तत्र तत् पश्यन्तु सर्वे. तत्र लघुचित्रमेव अस्ति किन्तु हा तत्र प्रायशः सम्यक् अस्ति न वा न जानामि किन्तु हा अस्तु. वामतः कपालः, कपालः अस्ति घटः अस्ति, अधोभागे कपालः एव कार्यादिकरणम् अस्ति, घटः समवायसम्बन्धेन कपाले कार्यादिकरणे अस्ति, कपालः कारणं तादात्म्यसम्बन्धेन घटादिकरणे अस्ति स्वस्मिन् अस्ति. अतः तत्र कपालः कारणम् अस्ति घटं प्रति. यत्र कार्यं घटः, घटः इति कारण कार्यम् अस्ति, यत्र कार्यं कार्यादिकरणे तत्र समवायसम्बन्धेन भवति तत्र तत्र अत्रापि अतः एव वयं वदामः समवायाने समवायेन स्वस्मिन् घटम् उत्पादयति इति भवति कपालः घटस्य कारणं. तत्र समवायेन नाम घटः समवायसम्बन्धेन कार्यादिकरणे अस्ति इति एतस्य वाक्यस्य अर्थः तत्र कपालः स्वस्मिन् तादात्म्येन सम्बन्धेन अस्ति, अपि कार्यम् अस्ति घटः कार्यं समवायसम्बन्धेन कार्याधिकरणे अस्ति, अतः तत्र सः एव घटस्य कारणं, तत्र कपालः एव घटस्य कारणम् इति। हा अग्रे भगिनि। अतः सर्वस्यापि पदार्थस्य स्वस्मिन् यः सम्बन्धः सः तादात्म्यसम्बन्धः इति सिद्धम्। हा अतः यः कोऽपि पदार्थः भवतु सः पदार्थः स्वस्मिन् केन सम्बन्धेन अस्ति इति उक्ति इति प्रश्ने सति तादात्म्यसम्बन्धेन अस्ति। पुस्तकमस्ति, पुस्तकं केन सम्बन्धेन स्वस्मिन् अस्ति तादात्म्यसम्बन्धेन। हा उत्पीठिका अस्ति केन सम्बन्धेन तादात्म्य केन सम्बन्धेन स्वस्मिन् अस्ति तादात्म्यसम्बन्धेन इति एव सर्वदा तादात्म्यसम्बन्धेन। तत्र तद् आत्मा नाम तदेव, अन्यत् नास्ति इति तस्य भावः, तद् आत्मा तस्य भावः तादात्म्य तादात्म्यसम्बन्धः इति इति। अतः तत्र किं भवति, सः पदार्थः स्वस्मिन् अस्ति इति तत्र नूतनसम्बन्धस्य। अस्तु इदानीं तत्र अग्रे सरामः। तत्र प्रश्नः अस्ति वा एतावत्? न महोदय। तत्र चित्रं प्राप्तं वा सर्वैः? हा तत्र सावित्री भगिनी उक्तवती। अस्तु तत्र हा अस्तु प्रेषयामि, प्रेषयिष्यामि भगिनी वर्गस्य अनन्तरम्। अस्तु तर्हि अग्रे सरामः। तर्हि तत्र योगेन्द्रमहोदय पठितुम् इच्छति वा अग्रे? धन्यवादः महोदय। धन्यवादः भगिनी चन्द्रप्रभु भगिनी, धन्यवादः। योगेन्द्रमहोदय आं पठामि। द्वितीयपरिच्छेदः सर्वेपि। हा हा सत्यं महोदय। सर्वेपि पदार्थः उक्तसम्बन्धेन स्वस्मिन् भवति, तेन सम्बन्धेन घटः नास्ति इति भावः, इति अभावः, इति अभावः घटं विहाय जगति सर्वत्र भवति। प्रतियोगिनं विहाय सः सर्वत्र भवति, एवं घटः न इति भेदः, पटः न, पटः न इति भेदः, पटं प्रतियोगिनं विहाय सर्वत्र भवति, अयम् एव च भेदः अन्योन्याभावः इति अभावविभागे चतुर्थः निर्दिष्टः। तत् लक्षणं च सङ्ग्रह पङ्क्तिव्याख्याने निरूपयिष्यति, निरूपयिष्यते। हा इदानीं तत्र वाक्यद्वयं स्वीकृत्य वदतु महोदय। तत्र सर्वेपि, तत्र अयमेव च पदार्थः उक्तसम्बन्धेन स्वस्मिन् भवति। हा तत्र अस्तु, तत्र घटः अस्ति, घटः तत्र पदार्थः इति स्वीकरोतु। तत्र केन सम्बन्धेन स्वस्मिन् अस्ति? तादात्म्यसम्बन्धेन प्रायः। तादात्म्यसम्बन्धेन, उक्तसम्बन्धेन नाम तादात्म्यसम्बन्धेन। आकाशः स्वस्मिन् केन सम्बन्धेन अस्ति? आकाशः तस्मिन् तादात्म्यसम्बन्धेन अस्ति, तस्मिन् तादात्म्यसम्बन्धेन अस्ति। अतः तत्र यः कोऽपि पदार्थः भवतु स्वस्मिन् तादात्म्यसम्बन्धेन अस्ति। इदानीम् अग्रे तेन सम्बन्धेन, सम्बन्धेन घटः नास्ति, न अस्ति इति अभावः घटं विहाय जगति सर्वत्र भवति। हा इदानीम् अस्ति मूलविषयः, तत्र घटः नास्ति। इदानीं तत्र घटः भूतले नास्ति इति, तत्तु अत्यन्त अभावः। घटः भूतले नास्ति, इदानीं घटः भूतले नास्ति, किन्तु यदि कोऽपि घटम् आनयति सः अभावः अपगच्छति, किन्तु तत् अत्यन्त अभावः, किन्तु इदानीं नूतन अभावः तदस्ति घटः नास्ति इति। तत्र पटः पश्यामः, तत्र पटः घटः वा न, अतः पटः अस्ति किन्तु पटः घटः नास्ति इति कृत्वा पटे घटाभावः अस्ति। तत्र पटः अस्ति किन्तु पटः घटः नास्ति खलु, अतः पटः घटः नास्ति इति कृत्वा पटे अभावः, घटस्य अभावः अस्ति। अतः तत्र अपि तत्र ये पटः भवतु, पुस्तकं भवतु, नदी भवतु, आकाशः भवतु, तत्र सर्वे पदार्थाः घटं विहाय, अन्ये सर्वे पदार्थाः घटः नास्ति इति कृत्वा तेषु सर्वे पदार्थाः स्वस्मिन् स्वस्मिन् इति न, स्वस्मिन् इति त्यजामः, घटः नास्ति इति सः पदार्थः आकाशः घटः नास्ति, अतः आकाशे घटाभावः अस्ति। पटः घटः नास्ति इति कृत्वा पटे अपि घटाभावः अस्ति। नदी घटः नास्ति इति कृत्वा नद्यामपि घटाभावः अस्ति। अतः घटाभावः कुत्र कुत्र वर्तते, सर्वत्र, यत्र अपि घटं विहाय, घटं विहाय सर्वत्र सर्वत्र भवति। घटं विहाय नाम यः पदार्थः घटः नास्ति तत्र तत्र तत्र सर्वत्र घटस्य अभावः अस्ति। किन्तु कीदृशः अभावः, घटः एषः पदार्थः घटः नास्ति, एषः घटः नास्ति इति अभावः, सः एव अभावः, तत्र भेदः इति वदामः। भेदः नाम घटः भिन्नः, पटः भिन्नः खलु, नदी भिन्ना, नदी अपि घटः अस्ति, नदी भिन्ना भवति खलु, नदी घटः नास्ति, अतः भेदः वर्तते। भेदः इति अन्य नामकरणम् अस्ति अन्योन्य अभावस्य, अतः अयमेव च भेदः। तत्र घटं यद् यत्किमपि यः कोऽपि पदार्थः भवतु तं स्वीकृत्य वयं यदि वदामः घटं विहाय, तं स्वीकृत्य वयं वदामः अस्तु एषः अथवा एषा घटः नास्ति इत्युक्ते तत्र तस्मिन् अथवा तस्यां घटाभावः, घटभेदः वर्तते, घटाभावः वर्तते, अतः तत्र वयं वदामः अभावः, तस्य घटं घटः नास्ति इति अभावः तत्र सर्वत्र वर्तते। केवलं घटः एव तत्र घटे एषः अभावः नास्ति, घटः एव अभावस्य प्रतियोगी, अतः किं भवति अस्मिन् अग्रिमे वाक्ये प्रतियोगिनं विहाय, प्रतियोगिनं विहाय सर्वत्र भवति। तत्र सः इत्युक्ते कः, सम्बन्धः न न न, सः इत्युक्ते अभावः, घटः नास्ति, एषः घटः नास्ति इति अभावः। एषः अभावः सर्वत्र वर्तते, सः अभावः सर्वत्र वर्तते प्रतियोगिनं विहाय। तत्र प्रतियोगी कः अस्ति, अत्र घटः नास्ति इति घटः एव प्रतियोगी अस्ति, अतः प्रतियोगी अस्ति, घटम् इति प्रतियोगिनं विहाय घटः नास्ति, एषः पदार्थः घटः नास्ति इति अभावः सर्वत्र भवति। इदानीं पटः इति स्वीकुर्मः, अस्तु तत्र पुस्तकं पटः नास्ति, लेखनी पटः नास्ति इति कृत्वा पुस्तके पटः नास्ति इति अभावः वर्तते, लेखन्यां पटः नास्ति इति अभावः वर्तते, अतः पटं विहाय पटः एव प्रतियोगी, प्रतियोगिनं विहाय सर्वत्र एषः भेदः अथवा अभावः वर्तते खलु। अस्तु अग्रिमवाक्यम् अयमेव च भेदः, अयम् एव च भेदः अन्योन्याभावः इति अभावविभागे चतुर्थनिर्दिष्टः, तत् लक्षणं च सङ्ग्रहपङ्क्तिव्याख्याने निरूपितम्। एषः अभावः अन्योन्याभावः इति उच्यते अभावविभागे चतुर्थः अभावः अन्योन्यभावः इति अस्तु इति एषः एव चतुर्थ अभावः तत्र प्रागभावः अस्ति प्रध्वंस अभावः अस्ति प्रथम अभावः यः अस्ति तत्र अत्यन्त अभावः नाम इदानीं तत्र घटः नास्ति किन्तु यदि कोऽपि घटम् आनयति तत्र घटाभावः अपगच्छति सः एव अभावः अत्यन्त अभावः अत्यन्त अभावः इदानीम् अस्ति किन्तु यदि कोऽपि घटम् आनयति सः अभावः अपगच्छति अस्तु इदानीं तत्र हा धन्यवादः महोदय इदानीं तत्र धन्यवादः महोदय हा इदानीं तत्र सुधा भगिनी अग्रे हा अत्र क्षम्यताम् अत्र यत्र इत्युक्ते अत्र यदि घटम् आनेतुं शक्यते तत्र एव अत्यन्त अभावः इति वक्तव्यं वा सत्यं भगिनि नाम यत्र घटस्य आनयनेन तत्र अत्यन्त अभावः भवति गच्छति हा किन्तु भगिनि तत्र अस्तु किन्तु अग्रे पश्यामः किन्तु इदानीं वदामः तत्र अस्तु तत्र अत्यन्त अभावः अस्ति इति कुत्र वदामः इति आम् सत्यं भगिनि किन्तु तत्र आनयनेन इति साधारणतया वदामः किन्तु तत्र सूक्ष्मभेदः वर्तते इदानीं पश्यामः किन्तु तत्र तत्र इदानीं तत्र यदा वयं दृष्टवन्तः पूर्वस्मिन् तत्र उदाहरणे तत्र घटत्वाभावः घटत्वाभावः भूतले अस्ति खलु घटः भूतले नास्ति घटत्वाभावः भूतले अस्ति यतोहि तत्र खलु तत्र घटत्वं कदापि भूतले न भवितुम् अर्हति खलु इदा अतः तत्र घटत्वाभावः भूतले वर्तते तत्र किमपि कस्यापि आनयनेन तत्र घटत्वाभावः तत् अपगच्छति वा न घटत्वाभावः भूतले अस्ति किन्तु तस्य अभावस्य तत्र किमपि नीत्वा तस्य अभावस्य तत्र अपगच्छति इति न वक्तुं शक्नुमः अतः तत्र अन्यरीत्या वक्तव्यमस्ति अग्रे पश्यामः किन्तु समीचीनमेव तत्र अत्यन्ताभावः साधारणतया चिन्तयामः तत्र भूतले अस्ति तत्र घटः भूतले नास्ति इति अत्यन्ताभावस्य उदाहरणं स्वीकुर्मः तत्र घटस्य आनयनेन अत्यन्ताभावः अपगच्छति किन्तु घटः अस्ति भूतलम् अस्ति भूतलं घटः वा घटः नास्ति खलु हा एषः भेदः यः वर्तते तस्य नाम अस्ति अत्यन्त अन्योन्य अभावः भेदः भेदः तत्र भूतलं घटः नास्ति घटः भूतले नास्ति इति वार्ता नास्ति भूतलं साक्षात् घटः नास्ति इति यः भेदः वर्तते तस्य नाम अस्ति तत्र घटः नास्ति भूतलं घटः नास्ति अतः घटः नास्ति इति भेदः अथवा तस्य नामकरणम् अभावः घटः नास्ति इति अभावः भेदः भूतले वर्तते खलु सः एव अभावः एव अन्योन्य अभावः एकं पदार्थं स्वीकृत्य तत्र अत्र घटः इति पदार्थः अन्यत् पदार्थं स्वीकुर्मः तत्र भूतलम् अस्तु भूतलं घटः वा न अतः भूतल तत्र भूतलं घटः नास्ति इति भेदः नाम अभावः अस्ति वर्तते अतः तत्र भूतले अन्योन्य अभावः घटं प्रति अन्योन्य अभावः वर्तते समीचीनं वा भगिनि अस्मिन् विषये बहु किमपि चर्चा भवति अतः अस्तु धनश्री भगिनी प्रश्नः महोदय अन्योन्यभावः तु अवगम्यते परन्तु अन्योन्यभाव साधयितुं तादात्म्यसम्बन्धस्य आवश्यकता की अस्ति? समीचीनं भगिनि, हा तत्र एषः प्रश्नः भवति इति अहमपि चिन्तितवान्। तत्र नाम वयम् उक्तवान् तत्र मूलविषयः अस्ति, तत्र तादात्म्य, तत्र तादात्म्य मूलविषयः आसीत् तत्र अत्यन्तः अभावः। किन्तु तत्र लेखकः किं कृतवान्? लेखकः तत्र कारणं, कार्यं सर्वं, तत्र निकषत्रयम् एतत् सर्वं स्थापितवान्। किमर्थं तत्र तत्र तस्य मनसि किं सम्यक् नासीत् वा लेखनसमये? अन्यत् किमपि चिन्तनमासीत् वा? केवलं तत्र लिखितवान् वा? तादृशः प्रायशः नास्ति खलु। किमपि तस्य लेखनस्य अपि कारणं भवेत् खलु। किमस्ति, तादात्म्य साधयितुं कार्यकारणस्य आवश्यकता अस्ति, परन्तु अन्योन्यभावः साधयितुं तादात्म्यस्य कारणं किमस्ति? हा, आवश्यकता किम् इति अस्ति। अतः तत्र प्रथमतया समीचीनप्रश्न, अतः प्रथमतया तत्र अन्योन्यभावः अपि अत्यन्त अभावः तयोः मध्ये भेदः कः इति एकनिमिषः तस्मिन् विषये चर्चयामः। तदनन्तरं तत्र तादात्म्यसम्बन्धः अपि तत्र अन्योन्यभावः तयोः मध्ये कः सम्बन्धः इति वदामः। अस्तु, तत्र प्रथमतया तत्र अन्योन्यभावः तस्य विषये तत्र सर्वे अवगतवन्तः न वा इति प्रश्नः मम। तदनन्तरं तत्र तादात्म्यसम्बन्धस्य विषये पश्यामः। अस्तु, तर्हि तत्र समीचीनं वा भगिनि? हा अस्तु, अतः सुधा भगिनि इदानीं तत्र यत् नमस्कारः भगिनि, तत्र पुनः एषः परिच्छेदः यः अस्ति तत् तं परिच्छेदं पुनः एकवारं पठित्वा किञ्चित् वदतु भगिनि। सर्वोऽपि पदार्थः उक्तसम्बन्धेन स्वस्मिन् भवति। सर्वे अपि पदार्थः यत् सम्बन्धः वयं पूर्वम् उक्तवन्तः तदस्ति तादात्म्यसम्बन्धः, तादात्म्यसम्बन्धेन स्वस्मिन् भवति, यथा कपाले कपालः तादात्म्यसम्बन्धेन भवति इति। हा समीचीनं, पुस्तकं एकं पुस्तकम् अन्यस्मिन् पुस्तके भवितुम् अर्हति, किन्तु तत्र संयोगसम्बन्धः, किन्तु एकं पुस्तकं स्वस्मिन् एव पुस्तके तादात्म्यसम्बन्धेन भवति। अस्तु, इदानीम् अग्रे तेन सम्बन्धेन घटो नास्ति इति अभावः घटं विहाय जगति सर्वत्र भवति, तादात्म्यसम्बन्धेन घटः नास्ति इति अभावः घटं विहाय सर्वत्र भवति एव। इदानीं तत्र अभावः कः? इदानीं तत्र एतस्य अभावस्य नामकरणम् अस्ति तत्र अन्योन्य अभावः अथवा भेदः इति तस्य नामकरणं। तत्र घटः, इदानीं तत्र घटः नास्ति, पटः स्वीकुर्मः, पटः घटः वा? पटः घटः नास्ति, तस्य भेदः अस्ति। अतः पटे, अतः तद् अन्योन्य अभावः इति उच्यते पटे, तत्र अतः पटे घटं प्रति तत्र घटस्य घटः नास्ति इति अभावः अथवा भेदः पटे वर्तते। पुस्तके अस्ति वा? पुस्तके अपि एषः भेदः अस्ति वा? अस्ति। हा, पुस्तकं घटः नास्ति, घटाभावः अस्ति इति वक्तुं शक्नुमः। घटः नास्ति, एषा लेखनी घटः नास्ति, भेदः वर्तते, अतः लेखन्यामपि घटः नास्ति इति भेदः अथवा अन्योन्य अभावः वर्तते। इदानीं तत्र दूरवाणीं स्वीकुर्मः, तत्र दूरवाणी घटः वा? न, अतः तत्रापि घटः नास्ति इति अभावः, अन्योन्य अभावः वर्तते। अतः तत्र कुत्र कुत्र एषः अभावः वर्तते? सर्वत्र वर्तते, तत् पदार्थ विहाय, यत् यः पदार्थः अस्माभिः स्वीकृतः तं पदार्थं विहाय, अत्र घटः इति अस्माकं पदार्थः, तं घटं विहाय सर्वत्र वर्तते एषः अभावः। इदानीम् अयमेव च, अयमेव च भेदः, प्रतियोगिनं विहाय सः सर्वत्र भवति. अत्र अहं वयं दृष्टवन्तः इति घटं विहाय जगति सर्वत्र इति भवति इति. अतः घटमेव प्रतियोगी अस्ति. तत् प्रतियोगिन् विहाय सः इत्युक्ते घटाभावः सर्वत्र भवति इति. हा समीचीनं. तत्र अभावः अस्ति इति वदामः चेत् वयं जानीमः तत्र अभावे अनियोगिता अस्ति, अपि अनियोगिता अस्ति चेत् प्रतियोगिता अस्ति, प्रतियोगिता अस्ति चेत् प्रतियोगी भवति. तत्र प्रतियोगी अस्ति घटः, यतोहि घटाभावः अस्ति चेत् तत्र अभावस्य प्रतियोगी अस्ति घटः. अतः घटः एव प्रतियोगी, घटं विहाय प्रतियोगिनं विहाय सः अभावः सर्वत्र भवति. तथैव तथैव एवं पटो न इति भेदः पटं प्रतियोगिनं विहाय सर्वत्र भवति. अन्यत् उदाहरणमस्ति पटः. तत्र अन्यपदार्थम् अन्यः पदार्थः स्वीकृत्य अन्यं पदार्थं स्वीकृत्य वदतु तत्र. उदाहरणरूपेण पुस्तकम् इति स्वीकृत्य वदामश्चेत् पुस्तके पुस्तकं प्रतियोगिनं पुस्तकं विहाय पुस्तकं नास्ति इति अभावः सर्वत्र वर्तते. हा तत्र यदि सङ्गणकम् अस्ति अथवा तत्र प्रकोष्ठः अस्ति, आकाशः अस्ति, तत्र सर्वत्र एषः पदार्थः पुस्तकं नास्ति इति कृत्वा तेषु सर्वेषु तत्र अभावः वर्तते, अन्योन्य अभावः पुस्तकं प्रति अन्योन्य अभावः वर्तते. अयमेव च भेदः अन्योन्य अभावः इति अभावविभागे चतुर्थः निर्दिष्टः. अयमेव तत्र चतुर्थः, प्रागभावः, प्रध्वंसाभावः, अपि अभावः, अन्योन्यभावः, अन्योन्यभावः अभावः अस्ति, तत् निर्दिष्टः अस्ति. हा इति समीचीनं. हा इदानीं तत्र हा अस्तु, इदानीं तत्र प्रश्नः उदेति तत्र तादात्म्यसम्बन्धः अपि तत्र अन्योन्य अभावः तयोः मध्ये कः सम्बन्धः इति. अतः तत्र चिन्तनम् एतद् भवेत् तत्र घटः भूतले नास्ति, अतः घटाभावः भूतले वर्तते, घटाभावः भूतले वर्तते तत्र इति. तत्र सः कीदृशः भावः? सः घटः भूतले नास्ति इति अभावः कीदृशः अभावः? अत्यन्त अभावः. अत्यन्त अभावः, किन्तु भूतलं घटः नास्ति इति तत्र अभावः कीदृशः? अन्योन्यभावः. अन्योन्य अभावः. अत्र किं भवति, तत्र द्वितीयवाक्यं सुधा भगिनी पुनः पठतु तत्र तेन सम्बन्धेन. तेन सम्बन्धेन घटो नास्ति इति अभावः घटं विहाय जगति सर्वत्र भवति. हा तत्र सम्बन्धः कः? तत्र सम्बन्धः अस्ति तादात्म्यसम्बन्धः इति. अतः तत्र एषः नूतन अभावः केन सम्बन्धेन सर्वत्र भवति? तादात्म्यसम्बन्धेन भवति. अतः तत्र एषः अभावः सर्वत्र तादात्म्यसम्बन्धेन भवति. अतः तत्र किमर्थं तादात्म्यसम्बन्धेन भवति इति प्रश्नः भवेत्. अतः तत्र उत्तरमस्ति तत्र. अतः उदाहरणत्वेन स्वीकुर्मः, तत्र प्रश्नः अवगतः वा? तत्र किमर्थं तादात्म्यसम्बन्धेन एषः अभावः सर्वत्र वर्तते, किमर्थम् एतत् वर्णनं कृतवन्तः अत्र? अस्तु, तस्मिन् विषये कोऽपि वदति वा? सुधा भगिनी धन्यवादः तावत्पर्यन्तम्. अस्तु, तत्र कोऽपि वक्तुमिच्छति वा? तत्र पद्मा भगिनी, मम चिन्तनं यत्र तादात्म्यसम्बन्धः भवति तत्र अन्योन्य अभावः नास्ति. हा समीचीनं भगिनि, समीचीनं तथैव अस्ति. हा तत्र तादात्म्यसम्बन्धः अपि तत्र अन्योन्य अभावः तयोः मध्ये तत्र विरोधः वर्तते. समीचीनं. हा किन्तु तत्र किमर्थम् अभावः तादात्म्यसम्बन्धेन अस्ति इति लिखितवन्तः. समीचीनमेव भवती यत् उक्तवती समीचीनं. हा तदपि सत्यं. किन्तु अत्र किञ्चित् इतोपि वक्तव्यमस्ति. अन्य कोऽपि तत्र अस्तु, तत्र चिन्तयामः. तत्र घटः इदानीं भूतले नास्ति, तत्र अभावः कः? अत्यन्त अभावः. यदि घटः भूतले अभविष्यत् केन सम्बन्धेन अभविष्यत्? संयोगसम्बन्धेन अभविष्यत्. इदानीं तत्र घटः घटः अस्ति, भूतलं घटः नास्ति इति अभावः. यदि तत्र घटः अत्र अभविष्यत् नाम तत्र अभावः न स्यात्, तत्र तत्र केन सम्बन्धेन भवति? अन्योन्य अभावः तादात्म्यसम्बन्धेन. यतोहि अधोभागे अपि घटः, उपरि अपि घटः, तादात्म्यसम्बन्धः. अतः एव तत्र अभावस्य अपि विवरणं तथैव कृतं. तत्र तादात्म्यसम्बन्धेन अभावः सर्वत्र भवति. यतोहि यदि तत्र घटाभावः इति तत्र घटः अभविष्यत् तादात्म्यसम्बन्धेन तत्र अभविष्यत्, अतः तत्र तादात्म्यसम्बन्धः एव सम्यक् इति चिन्तनं तत्र अस्ति. अतः तत्र तादात्म्यसम्बन्धेन तत्र अभावः सर्वत्र घटं विहाय, प्रतियोगिनं विहाय सर्वत्र भवति. अपि तेन सम्बन्धेन वयं ज्ञास्यामः तत्र अन्योन्याभावः अपि अत्यन्त अभावः तयोः मध्ये तत्र भेदः वर्तते. नाम अन्योन्याभावः भिन्नः, अत्यन्त अभावः भिन्नः. तत्र घटः भूतले वर्तते इति, भूतले नास्ति इति तस्मिन् समये यदि घटः भूतले अभविष्यत् तत्र सम्बन्धः कः? तत्र संयोगसम्बन्धः. किन्तु यत्र तत्र भूतलं घटः नास्ति इति तत्र अभावः यः वर्तते, तत्र यदि घटः अभविष्यत् भूतलं घटः अभविष्यत् तत्र सम्बन्धः भवति तादात्म्यसम्बन्धः. अतः तत्र भेदः वर्तते. अपि अन्या रीत्या वक्तुं शक्नुमः, नाम तत्र अन्योन्य अभावः तत्र तादात्म्यसम्बन्धेन सर्वत्र भवति, किन्तु अत्यन्त अभावः केन सम्बन्धेन सर्वत्र केन सम्बन्धेन भवति? संयोग न अत्यन्त अभावः केन सम्बन्धेन भवति तत्र? संयोगसम्बन्धेन अथवा समवायसम्बन्धेन. तत् घटः भूतले संयोगसम्बन्धेन भवति, किन्तु घटाभावः भूतले केन सम्बन्धेन अस्ति? स्वरूपसम्बन्धेन. हा स्वरूपसम्बन्धेन, स्वरूपसम्बन्धेन अस्ति. एतदेव तत्र पुटसङ्ख्या 29 मध्ये दत्तमस्ति चित्रे. हा तत्र स्वरूपसम्बन्धेन. अतः तत्र अत्यन्ताभावः यः अस्ति तत्र मम एकः संशयः अस्ति महोदय. तत्र घट अभावः, घटः अत्र नास्ति, भूतले नास्ति इति तत्र वदामः चेत् तत्र संयोगसम्बन्धेन इति वक्तुं शक्यते किल? यतः घटः तदा अभविष्यत् तद् संयोगसम्बन्धेन भवति. चिन्तनम् अस्ति अस्ति, सत्यं भगिनि. किन्तु तत्र हा तत्र पूर्वमेव तत्र स्वरूपसम्बन्धेन अस्ति इति अन्यत् कारणमपि अस्ति, किन्तु सत्यं भगिनि तथैव अपि वक्तुं शक्नुमः. किन्तु अत्र अन्या रीतिः स्वीकृता अस्ति, सत्यमेव. किन्तु तादृशरीति तत्र तादात्म्यसम्बन्धे तत्र अन्योन्यभावप्रसङ्गे सूचिता अस्ति सत्यं भगिनि महोदय स्वरूपसम्बन्धस्य कृते यत् चित्रमस्ति तत्र घटत्वाभावः वर्तते अस्ति इति अस्ति न तु घटाभावः हा किन्तु घटाभावः अपि तत्र भूतले तत्र भवितुम् अर्हति भगिनि तत्रापि हा घटाभावः तु अत्यन्त अभावः एव भवति घटत्वाभावः स्वरूपसम्बन्धं सम्बन्धेन तिष्ठति तत्रापि तत्र स्वरूपसम्बन्धेन किन्तु तदपि भगिनी तत्र अन्योन्यभावः नास्ति तत्र घटत्वाभावः तत्र घटत्वाभावः भूतलम् अधोभागे अस्ति तत्र किम् अस्ति घटत्वं भूतले नास्ति इति तत्र चित्रस्य आशा खलु घटत्वं भूतले नास्ति किन्तु घटत्वं भूतलं नास्ति इति तत्र वर्णनं नास्ति सत्यं हा तत्र अन्योन्य अभावः एषः अन्यः नास्ति इति तत्र अन्योन्य अभावः अत्यन्त अभावः एषः पदार्थः अत्र नास्ति अस्मिन् पदार्थे नास्ति इति तत्र अत्यन्त अभावः एतावत् पूर्वम् अत्यन्त अभावः एव विषयः आसीत् किन्तु अद्य तत्र अन्योन्य अभावः पटः अस्ति तत्र पुस्तकं पटः नास्ति अतः पटाभावः अन्योन्य अभावः पुस्तके अस्ति केन सम्बन्धेन पुस्तके अस्ति तादात्म्यसम्बन्धेन पुस्तके अस्ति इति विवरणम् अस्तु इदानीं तत्र समीचीनं वा तत्र सर्वे अवगतवन्तः वा तत्र तयोः तत्र तादात्म्यसम्बन्धः किमर्थं तत्र आवश्यकम् आसीत् यतोहि तत्र एषः अभावः तादात्म्यसम्बन्धेन सर्वत्र वर्तते इति अस्तु अन्य कोऽपि प्रश्नः महोदय तदा अहं वदामि तद् साधुः इति वदतु घटः घटे तादात्म्यसम्बन्धेन भवति घट अभावः सर्वत्र तादात्म्यसम्बन्धेन भवति तत्र घटाभावः इति कीदृशघटाभावः इति वक्तव्यम् तत्र घटः नास्ति इति अन्योन्याभावः घटं विहाय सर्वत्र भवति यतोहि भगिनि तत्र सर्वत्र भवति नाम तत्र भूतले अपि भूतले एषः अन्योन्याभावः सर्वदा भवति यतोहि भूतलं कदापि घटः न भवति खलु किन्तु इदानीं भूतले घटः नास्ति पञ्चनिमेषानन्तरं कोऽपि घटम् आनयति इदानीं घटः भूतले अस्ति इदानीं किम् अभवत् अत्यन्त अभावः अपि तत्र पूर्वं भूतले आसीत् किन्तु इदानीम् अत्यन्त अभावः नास्ति भूतलमस्ति भूतलस्य उपरि घटः अस्ति साक्षात् घटः भूतले अस्ति अत्र अत्यन्त अभावः अस्ति वा नास्ति यतोहि भूतलं भूतलस्य भूतले घटः अस्ति किन्तु भूतलं साक्षात् घटः वा हा अतः इदानीमपि भूतले भूतलं घटः नास्ति इति अन्योन्य अभावः इदानीमपि वर्तते खलु हा एकः अस्ति तत्र भूतले नास्ति इति प्रथम अभावः द्वितीय अभावः अन्योन्य अभावः अस्ति घटः साक्षात् घटः नास्ति भूतलम् तत्र अग्रे अपि एतत् पश्य एतस्य विषये चर्चयामः किन्तु तत्र अत्यन्त अभावस्थले सप्तमीविभक्तिप्रयोगः भवति सप्तमीविभक्त्याः प्रयोगः सप्तमीविभक्तेः प्रयोगः भवति नाम भूतले नास्ति अथवा उत्पीठिकायां किमपि नास्ति इति तत्र सप्तमीविभक्तिः भवति अत्यन्त अभावस्थले किन्तु अन्योन्यभावस्थले प्रथमाविभक्तेः एव प्रयोगः घटः अस्ति एषः पटः घटः नास्ति अतः पटे घटाभावः वर्तते समीचीनं वा पद्म भगिनि अस्तु भगिनि अस्तु तर्हि तत्र तर्हि विरमाम तत्र अग्रिमे सप्ताहे वर्गः न भवति तदनन्तरं तस्मिन् अग्रिमसप्ताहे निश्चयेन वर्गः भवति, किन्तु केवलम् एकसप्ताहः तत्र वर्गः न भवति. ईमेल् माध्यमेन अपि तत्र प्रेषयिष्यामि तत्र वर्गः न भवति इति, यदि विस्मरणं जातं अतः चिन्ता मास्तु. किन्तु तस्य अनन्तरं वर्गः भवति, तस्मिन् समये किञ्चित् चिन्तयन्तु तत्र अन्योन्य अभावः अपि तत्र अत्यन्त अभावः तयोः मध्ये भेदः अपि तत्र तादात्म्यसम्बन्धस्य विषये, तस्मिन् विषये एव तत्र अग्रिमे परिच्छेदे तत्र भागे अपि तत्र अधिक किञ्चित् तस्मिन् विषये अपि उक्तं भवति. तदनन्तरं तत्र वयं ज्ञानम् अपि विषयता विषयिता एतत् सर्वं ज्ञास्यामः. यदि एतद् भवति तत्र ज्ञानस्य तत्र किरणत्रयं भवति, एतत् यदि पूरयामः तत्र समापयामः किं भवति, तत्र अस्माकं प्रथमभागः उद्देशभागः समाप्तः भवति, तत्र नामकरणस्य भागः समाप्तः भवति, के के पदार्थाः सन्ति इति तत्र लघुरूपेण वयं सर्वम् उक्तवन्तः. तदनन्तरं किं भवति, प्रत्येकस्य पदार्थस्य लक्षणं किम्, एकमेकं पदार्थं स्वीकृत्य एषः पदार्थः कथं ज्ञायते, एषः एव पदार्थः तस्य लक्षणं किं, डेफिनिशन् इति. हा तत्र तस्मिन् विषये लक्षणस्य लक्षणमपि भवेत्, डेफिनेशन् नाम किम् इति नाम डेफिनेशन् आफ् अ डेफिनेशन् तदपि भवेत्, तदपि वयं कुर्मः. अस्तु तर्हि तत्र विरमाम. कश्चन प्रश्नः, क्षम्यताम्. हा वदतु भगिनि. महोदय, अस्मिन् परिच्छेदे इदानीं कपालस्य स्वस्मिन् सम्बन्धः अस्ति, तादात्म्यसम्बन्धः अस्ति इति कारणेन कपालः कारणम् इति अपि उच्यते खलु? सत्यं सत्यं, तथा एव सर्वत्र सर्वत्र एतादृशं भवति, इत्युक्ते यत्र यत्र तादात्म्यसम्बन्धः अस्ति तत्र तदेव कारणं भवितुम् अर्हति वा? न न न न, किन्तु तत्र कारणं यत्र भवति तत्र कारणस्य त्रैविध्यं भवति. तत्र ये प्रथमविधकारणं भवति तत्र समवायिकारणमिति, तद् पश्यामः. तस्मिन् तत्र कारणत्रयं यदस्ति, समवायिकारणम् असमवायिकारणं निमित्तकारणम् इति भवति न्यायशास्त्रे. प्रथमविधसमवायिकारणे तत्र किं भवति, कारणं समवाय तत्र कारणं तादात्म्यसम्बन्धेन कार्यादिकरणे भवति, अतः तस्मिन् प्रसङ्गे एव तत्र कारणम् अपि तादात्म्यसम्बन्धः भवति. अत्र समवायिकारणम् अस्ति कपालः, किन्तु चक्रम् अपि दण्डः अपि कारणानि भवन्ति खलु. हा, कुलालः यः निर्माति सः अपि कारणं भवति, अतः तत्र किन्तु ते सर्वे तत्र ये सन्ति तत्र कारणसामग्री. हा, तत्र तादात्म्यसम्बन्धः नास्ति, समवायिकारणं नास्ति, किन्तु अन्यविधकारणम् इति चिन्तनं भवति तत्र. तत्र तादात्म्यसम्बन्धं केवलं समवायिकारणस्य लक्षणे अन्तर्भूतः भवति. हा समीचीनं भगिनि. अस्तु तर्हि विरमाम. सर्वेभ्यो नमः, अग्रिमवर्गे मिलामः. नमस्कारः.